गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् द्रव्यगुणकर्मसामान्यविशेषसमवाय इति षष्ठपदार्थः सप्तपदार्थेषु अन्यतमः अस्ति तस्य निरूपणे स्मः तत्र नित्यसम्बन्धः समवायः अयुतसिद्धवृत्तिः यौ अयुतसिद्धौ तयोः समवायः वर्तते इति पञ्चस्थलानि उक्तानि तर्हि अयुतसिद्धिः अथवा अयुतसिद्धौ कौ इति प्रश्नस्य उत्तरं ययोः द्वयोः मध्ये एकम् अविनश्यद् अवस्थम् अपराश्रितमेव अवतिष्ठते तौ अयुतसिद्धौ इति उक्तम् ययोः द्वयोः मध्ये एकम् अविनश्यत् अवस्थम् अपराश्रितमेव अवतिष्ठते तर्हि तत्र अविनश्यद् इति पदं दृश्यते तस्य अर्थः कः इत्यत्र स्मः अविनश्यत् इत्यत्र शत्रुप्रत्ययः अस्ति तर्हि यस्मिन् क्षणे एकस्य नाशः जायते तस्मात् पूर्वक्षणे सः विनश्यद् अथवा विनश्यन् अस्ति तस्मात् पूर्वक्षणे सः अविनश्यदस्ति इति भवति तर्हि तस्मिन्नेव विषये किञ्चित् चिन्तनं दत्तमस्ति 354 इत्यत्र एकम् अविनश्यद् अवस्थम् इत्यादि सङ्ग्रहः इति पाठः एवं च एतादृशः अविनश्यद्घटः कपालाश्रितः कपालाश्रितः एव भवति अतः अत्र विवरणे अपरपदेन कपालमेव धर्तुं शक्नुमः अत्र विवरणे इत्युक्ते एकम् अविनश्यद् अवस्थम् अपराश्रितं तत्र अपरम् इति उक्तं खलु तत्र कपालमेव धर्तुं शक्नुमः घटस्य अपेक्षया अविनश्यत् समये घटः कस्मिन् आश्रितमस्ति इति चेत् कपालम् आश्रितमस्ति न तु उदासीनं भूतलादि कुतः एवकारश्रवणात् कुत्र एवकारः अस्ति ययोः द्वयोः मध्ये एकम् अविनश्यद् अवस्थम् अपराश्रितम् एव अवतिष्ठते इति उक्तं तर्हि तत्र एवकारः श्रूयते तस्य अर्थः कः इति चेत् यदा घटः भूतले वर्तते तस्मिन् समये अपि घटः कुत्र वर्तते इति चेत् भूतले वर्तते इति सामान्यव्यवहारः संयोगेन वर्तते इति किन्तु कथं वक्तव्यं तत्र वस्तुस्थितिः का इति चेत् कपाले वर्तते तर्हि घटः भूतले संयोगसम्बन्धेन वर्तते इति प्रायः असमीचीनः अस्ति घटभूतलयोः मध्ये संयोगः अस्ति घटभूतलयोः मध्ये संयोगः अस्ति तर्हि घटः भूतले केन सम्बन्धेन वर्तते इति चेत् संयोगसम्बन्धेन अथवा घटभूतलयोः कः सम्बन्धः इति चेत् संयोगः इत्येव वक्तव्यं किन्तु घटः कुत्र आश्रितः अस्ति इति चेत् स्वस्मिन् समवायीकारणे कपाले आश्रितमस्ति कदा अविनश्यद् यदा घटः अविनश्यद् अस्ति तदा घटः कपाले आश्रितमस्ति इति तर्हि इदानीं प्रश्नः उदेति विनश्यत् समये कस्मिन् आश्रितमस्ति इति प्रश्नः भवतु एवकारश्रवणात् प्रकृतेः विशेषणसङ्गतः एवकारः तथा हि एकम् अपराश्रितमेव इति हि भवेत् वाक्यव्यक्तिः एकम् इति विशेष्यम् अपराश्रितम् इति विशेषणम् तावद्गते वर्गे पठितं तर्हि इतः अग्रे पठनीयमद्य अस्तु मेल् महोदय आरब्धं करोति वा आं महोदय नमस्कारः एकम् इति विशेष्यम् अपराश्रितम् इति विशेषणम् विशेषणसङ्गतस्य एवकारस्य हि एषः स्वभावः, सः विशेष्ये स्वसम्बद्धपदार्थस्य अभावं वारयति, यथा शङ्खः पाण्डुर एव इति स्थले। अत्र शङ्खः विशेष्यं, पाण्डुरत्वं विशेषणम्। तद्वाचकपदेन पाण्डुरपदेन सङ्गतः एवकारः पाण्डुर एव इत्येवं विधः। विशेष्ये शङ्खे सम्बद्धं यत् पाण्डुरत्वं तस्य अभावं वारयति, तथा च शङ्खे पाण्डुरत्वाभावो अभावः नास्ति इति अवगच्छामः। अस्तु, तर्हि अत्र एकम् अपराशितम् एव इति वाक्यमस्ति, तत्र अपराशितम् इति विशेषणमस्ति, एकमिति विशेष्यमस्ति। तर्हि विशेषणेन यः ऐवकारस्य यद् तत्र उक्तमस्ति, एषः स्वभावः इत्युक्ते तस्य स्वभावः कः, एवकारस्य स्वभावः कः इत्युक्ते, एवकारः विशेष्ये स्वसम्बद्धपदार्थस्य अभावं वारयति। सः विशेषे स्वसम्बद्धपदार्थस्य अभावं वारयति इत्युक्ते विशेषणं खलु, विशेषणं विशेष्ये स्वसम्बद्धपदार्थस्य अभावं वारयति, सः इत्यनेन विशेषणं खलु न क्रमेण चिन्तयतु, अत्र उदाहरणं स्वीकृत्य प्रथमं चिन्तयतु, तदनन्तरम् अत्र उदाहरणं किम्? एकम् अपराश्रितम् एव, न उदाहरणं तत्तु वाक्यम्, उदाहरणं शङ्खः पाण्डुरङ्गः पाण्डुरः पाण्डुरः शङ्खः पाण्डुरः एव इति सम्पूर्णवाक्यम्। तत्र प्रथमम् एव इति त्यक्त्वा शङ्खः पाण्डुरङ्गः इति वाक्यम् इति मत्वा अस्य अर्थः कः इति वदतु। तर्हि शङ्खः पाण्डुरः इत्युक्ते शङ्खः इति विशेषं, पाण्डुरः इति तस्य वर्णः विशेषणम् इति एव। न किन्तु कीदृशभावः अस्ति शङ्खः पाण्डुरः? कथं किमर्थं पाण्डुर इति इत्यनेन विशेष्यम्? यथा नीलोघटः तद्वत् किमर्थं शङ्खः पाण्डुरः इत्यत्र किमर्थं पाण्डुर इति पाण्डुरः इति विशेष्यं नास्ति? गुणः खलु, किं रूपम् इति गुणः, अतः गुणिनः इति शङ्खः, शङ्खे पाण्डुरत्वं वर्तते, परन्तु पाण्डुरत्वे शङ्खत्वं न वर्तते। न किन्तु वाक्यं दृष्ट्वा अत्र कीदृशभावः जायमानः अस्ति? ओ, विशेषणविशेष्यभावः इति अस्ति। विशेषणविशेष्यभावः सामान्यतया विशेषणं पूर्वं भवति खलु, नीलोघटः इत्यत्र नीलः इति विशेषणं, घटः इति विशेष्यं, किन्तु अत्र विपरीतरीत्या दत्तं शङ्खः पाण्डुरः इति। उद्देश्यविधेयभावः अस्तु, तर्हि शङ्खः अत्र उद्देश्यविधेयभावः अस्ति, एषः मम मित्रम् इति वाक्यम्। तर्हि एतम् उद्दिश्य तस्मिन् मित्रत्वं विधीयते इति कृत्वा अत्र मित्रत्वं विधीयते, एतम् उद्दिश्य तस्मिन् मित्रत्वं विधीयते इति कृत्वा तस्मिन् इति उक्तसामर्थ्यात् एषः इति विशेष्यं, किमर्थम् इति चेत् विशेषणं विशेष्ये एव वर्तते खलु। तर्हि अत्र विधानं विशेष्ये इति कृत्वा उद्देश्ये इति कृत्वा उद्देश्यः विशेष्यः भवति, विधेयः विशेषणं। समीचीनं, पाण्डुरत्वम् इति विशेषणं विधेयः, विशेष्यं पूर्वं भवति, विशेषणम् अनन्तरं भवति। सामान्यविशेषणविशेष्यभावे तु विपरीतरीत्या भवति, विशेषणं पूर्वं भवति विशेष्यम् अनन्तरं भवति. किमर्थम् इति चेत् तत्र विशेषणस्य कार्यमस्ति व्यावर्तनम्. नीलो नीलोघटं नीलघटं नीलं घटम् आनय इत्यत्र नीलम् इति व्यावर्तयति इति कृत्वा विशेषणं सामान्यतया पूर्वं भवति. किन्तु यत्र उद्देश्यविधेयभावः अस्ति तत्र विशेष्यः पूर्वं भवति, विशेषणम् अनन्तरं भवति. उद्देश्यः इति विशेष्यमस्ति, विधेयम् इति विशेषणमस्ति. अस्तु, सः रामः इति वयं दृष्टवन्तः. हा, तर्हि शङ्खः पाण्डुरङ्गः पाण्डुरः इत्यत्र इत्युक्ते सर्वदा अत्र गुणम् इति एव न भवेत्, यत्किमपि भवितुमर्हति. पाण्डुरः इति गुणः अस्ति इति कृत्वा तद्विशेषणम् इति नास्ति. भवतु, तर्हि शङ्खः पाण्डुरः इत्यत्र शङ्खम् उद्दिश्य पाण्डुरत्वं तस्मिन् विधीयते. अवगतं खलु तावत्? तर्हि इदानीम् एवकारः, इदानीम् एवकारः योजयामः. शङ्खः पाण्डुरङ्गः पाण्डुरः एव इत्यत्र एवकारः किं करोति? इतोपि अधिकम् अर्थं बोधनीयं खलु तेन. तर्हि तत्र एवकारः किमर्थम् अधिकार्थं बोधयति इति प्रश्नः. तर्हि अग्रे अग्रे इत्यादेव दत्तमस्ति, पाण्डुर एव इत्येव इति एवं विधः विशेष्ये शङ्खे सम्बद्धं यत् पाण्डुरत्वं तस्य अभावं वारयति. तर्हि एव इत्यनेन इत्यनेन पाण्डुरत्वस्य अभावः अभावस्य वारणं जायते एव इति पदेन. इत्युक्ते शङ्खे पाण्डुरत्व अभावः नास्ति इति एव इति पदेन वयम् अवगच्छामः. हा, किन्तु सामान्यतया तादृशबोधः न जायते. सामान्यतया वदतु. पाण्डुर एव इत्युक्ते अन्यत् किमपि रक्तवर्णः वर्णितः नास्ति इति अपि आगच्छति खलु, केवलं पाण्डुर पाण्डुरङ्ग एव इति आगच्छति. पाण्डुरः एव इत्यनेन शङ्खः रक्तः न भवितुम् अर्हति इति तादृश अर्थबोधः जायते. किन्तु अत्र कथम् उक्तम् इति पश्यतु. शङ्खे पाण्डुरत्व अभावः नास्ति इति एव कार्यस्य कार्यम् इति उक्तम्. यस्मिन् कस्मिंश्चित् समये शङ्खे पाण्डुरत्व अभावः न भवति इत्युक्ते यस्मिन् कस्मिंश्चित् क्षणे पाण्डु शङ्खः पाण्डुरं पाण्डुररूपं विना अन्यत् रूपे न भवति इति अस्य आशयः नास्ति. रक्तमपि भवितुमर्हति, किन्तु शङ्खः पाण्डुरः एव इत्यनेन पाण्डुरत्व अभावः शङ्खे यस्मिन् कस्मिंश्चित् काले न भवति इति यथा तद्वत् एकम् अपरमाश्रितम् एव इत्यत्र किम्? इति स्थले अपि अपराश्रितम् इति यत् विशेषणं तेन सङ्गतः अपराश्रितम् एव इति एवं विधः. तर्हि तत्र एकम् इति विशेष्यम् अपराश्रितम् इति विशेषणं तथैव अत्र उद्देशविधेयः भावः अस्ति, अतः विशेष्यं पूर्वे अस्ति, विशेषणम् अपरे अस्ति. तर्हि अपराश्रित अभावः नास्ति एकम् इत्यस्मिन् इति आगच्छति अवगच्छामः. उत्तमम्. एकस्मिन् अपराश्रित अभावः अभावं वारयति एव पद एवकारः. एकस्मिन् अपराश्रितत्व अभावं वारयति एवकारः. तदेव अग्रे सः विशेष एकपदार्थे अपराश्रितम् अपराश्रितपदार्थस्य यः अभावः तदभावं बोधयति. स्वसम्बन्धपदार्थस्य अभावं वारयति एवकारः. तर्हि एवकारस्य सम्बन्धः केन सह? विशेषणेन सह. अपि च एवकारः किं करोति? स्वसम्बन्धपदार्थस्य अभावं विशेष्ये बोधयति वारयति अभावं वारयति न बोधयति वारयति वारयति अस्तु अग्रे महोदय तद्वदेव तद्वदेव प्रकृति अपि एकम् अपराश्रितम् एव इति स्थले एवकारः अपराश्रितम् इति यत् विशेषणं तेन सङ्गतः अपराश्रितमेव इति एवं विधः सः विशेष्ये एकपदार्थे अपराश्रितपदार्थस्य यः अभावः तदभावं बोधयति अपराश्रितपदार्थस्तु अपरनिरूपितवृत्तित्वं तस्य अभावस्य अभावः प्रकृतिबोध्यः भवेत् तदेव अत्र लिखितमस्ति अत्र विशेष्ये इत्युक्ते एकम् इत्यस्मिन् पदार्थे अपराश्रितपदार्थस्य स्वसम्बद्धपदार्थस्य अभावं वारयति एव इत्यनेन अतः अपराश्रितम् एव इत्यनेन अपराश्रितत्वस्य अभावः एकम् इत्यस्मिन् न भवति इति अवगच्छामः एव इत्यनेन एव कारेण तर्हि अतः एव पूर्वम् उक्तम् यद्यपि घटः भूतले वर्तते इति सामान्यव्यवहारः किन्तु तस्मिन् समये अपि घटः वस्तुतः कुत्र वर्तते इति चेत् कपाले एव वर्तते कपाले एव वर्तते अपरपदेन कपालमेव धर्तुं शक्नुमः सत्यं तर्हि अग्रे गमनात् पूर्वं यदि आशयः एषः अस्ति इति चिन्तयतु शङ्कः पाण्डुररूपे एव भवति इति वक्तुम् इच्छामः चेत् कथं वक्तव्यम् अत्र पाण्डुरः एव इति उक्तसामर्थ्यात् तत्र पाण्डुर अभावं शङ्के वारितं भवति एव कारेण इति उक्तम् इफ् यु वाण्ट् टु से शेल् विल् ओन्ली बी इन् वैट् कलर् शङ्ख विल् बि ओन्लि इन् वैट् कलर् तर्हि तत् कथं वक्तव्यं संस्कृतभाषायाम् आगच्छति मनसि पाण्डुर एव इत्येव आगच्छति इत्येव आगच्छति खलु तदेव आगच्छति तदेव आगच्छति तर्हि रक्तवर्णे न भवति अन्यस्मिन् वर्णे रूपे न भवति इति वक्तुम् इति कथं वक्तव्यम् शङ्कः पाण्डुरः एव न अन्यः प्रायः परन्तु एव इति इत्यनेन तत् सङ्गच्छति खलु तत् तदेव समीचीनं तत्र न अन्य इत्यस्य आवश्यकता अस्ति वा इति मम चिन्तनं हा किन्तु तर्हि तत्र सोपानद्वयमिति अवगन्तव्यम् इत्युक्ते यद्यपि सामान्यतया रक्तवर्णे न भवति इति अवगमनं जायते तथापि साक्षात् न जायते इति अवगन्तव्यम् प्रथमम् एवकारः किं करोति शङ्के पाण्डुरत्वं पाण्डुरत्व अभावं वारयति तर्हि यस्मिन् पाण्डुरत्वमस्ति तत्र रक्तमपि न भवितुमर्हति खलु पाण्डुरत्वमस्ति चेत् तत्र रक्तमपि भवति चेत् कथं वा स्यात् इति कृत्वा तत्र द्वितीयसोपाने तदा ओहो तर्हि तत्र एवकारेण शङ्के पाण्डुरत्व अभावं अभावः वारितः तर्हि पाण्डुरत्व अभावः यस्मिन् कस्मिंश्चित् यदा कदापि शङ्केन भवति इति कृत्वा अन्येषु वर्णेषु शङ्कः न भवति इति द्वितीयसोपाने प्रायः अर्थापत्तिप्रमाणेन अन्यथा अनुपपथ्या इत्युक्ते यदि रक्तमपि रक्तवर्णमपि शङ्के भवितुमर्हति तदा पाण्डुरत्वं शङ्कः पाण्डुरः एव इति न वक्तुं शक्यते खलु यदि रक्तवर्णमपि भवितुमर्हति तर्हि शङ्कः पाण्डुरः एव इति न वक्तुं शक्यते इति कृत्वा रक्तवर्णे शङ्खः नास्ति इति अवगमनम् अत्र अस्मात् वाक्यात् न जायते, किन्तु इतोपि अधिकः अधिकेन प्रमाणेन, अर्थापत्तिप्रमाणेन जायते. यथा पीनो देवदत्तः दिवानभुङ्क्ते इति वाक्यं श्रुत्वा, तर्हि तत्र पीनत्वम् इति उपपाद्यमस्ति, पीनत्वं तु दृश्यते साक्षात्. अपि च वयं जानीमः भोजनं विना पीनत्वं न तिष्ठति, तर्हि सः रात्रि भुङ्क्ते, रात्रौ भुङ्क्ते इति भोजनस्य उपपादकस्य ज्ञानं भवति यथा, तद्वत् अत्रापि. तर्हि शाब्दबोधः शङ्खः पाण्डुरः एव इति वाक्यं श्रुत्वा, यद्यपि सामान्यतया अस्माभिः तत्र शङ्ख अन्येषु वर्णेषु न भवति इति एव एवकारस्य आशयः इति अवगच्छेम, किन्तु तादृशम् अवगन्तव्यं. शाब्दबोधेन प्रथमं शाब्दबोधः कियत्पर्यन्तं जायते इति चेत्, शङ्खः पाण्डुरः एव इति वाक्येन एवकारेण तत्र शङ्खे पाण्डुरत्व अभावः वारितः. तदनन्तरम् इत्र अत्र इदानीम् अभावः वारितः अस्ति इति कृत्वा अन्येषु वर्णेषु शङ्खः न भवितुम् अर्हति इति अन्यथा अनुपपत्या ज्ञाय जानीमः इति कृत्वा अत्र अर्थापत्तिप्रमाणेन एव अन्यः अर्थः अवबुध्यते. यद्भवता उक्तं तत् समीचीनमेव, इत्युक्ते शङ्खः पाण्डुरः एव इति एव वक्तव्यं, किन्तु अन्येषु वर्णेषु शङ्खः अतः न भवितुम् अर्हति इति ज्ञानं शाब्दबोधेन जायते वा अथवा अर्थापत्तिप्रमाणेन जायते वा इति चेत् अर्थापत्तिप्रमाणेन एव जायते इति वक्तव्यं. शाब्दबोधेन किं शाब्दबोधेन तर्हि किं ज्ञानं जायते इति चेत्, शङ्के पाण्डुरत्व अभावः यदा कदापि न भवति इति तावद् ज्ञायते. अस्तु, उत्तमम्. अग्रे गच्छतु महोदय. एवं सति एकपदेन घटस्य ग्रहणे तस्मिन् विशेष्ये अपराशितत्व अभावाभावः एव कारणे सम्पाद्यः. अपराशित अभावाभावः इत्युक्ते अपराशितत्वम् इत्येव. तत्र अपरपदेन भूतलादिग्रहणे भूतलाश्रितत्व अभावाभावः भवेत् भवत्यः, स च बाधितः अविनश्यतः घटस्य हस्तादि अधिकरणान्तरस्थितिदशायां भूतलाश्रितत्व अभावस्य एव सत्वात्. अस्तु, तर्हि यदा घटः अविनश्यत् अस्ति तदा हस्ते यदा घटः अस्ति इति चिन्तयामः चेत् तस्मिन् स्थितौ भूतल आश्रितत्व अभावः एव अस्ति. अतः एकपदेन घटस्य ग्रहणे अत्र तस्मिन् विशेषे अपराशितत्व अभावाभावः इत्युक्ते अपराशितत्वम् एव कारणे सम्पाद्यः. अस्तु, एव कारणे अपराशितत्वम् इति एव बोध्यते. तर्हि अत्र अपरपदेन भूतलम् अथवा अन्यत् किमपि अधिकरणम् अस्ति इति बोधः जायते, परन्तु सः बाधितः भवति एव अपरपदेन. अत्र तु हस्तादि इति अन्यत् अधिकरणं स्वीकुर्मः चेत् तत्र भूतलाश्रितत्वं नास्ति, अतः एव अत्र अपरपदेन अत्र कपालाश्रितघटः इति एव स्वीकुर्मः, न तु भूतलादि इत्युक्ते हस्तः अथवा भूतलम् अन्यत् किमपि अधिकरणम् इति. तर्हि अत्र किञ्चित् इतोपि अवगन्तव्यमस्ति. घटः कुत्र वर्तते, केवलं घटः इति किमपि विशेषणम् अनुत्वा केवलं घटः कुत्र वर्तते इति चेत् भूतले वर्तते. केन सम्बन्धेन वर्तते, संयोगसम्बन्धेन वर्तते इति वक्तुं शक्यते, तत्र क्लेशः नास्ति. भूतलम् इति अधिकरणं, घटः इति आधेयः भवतु. किन्तु अविनश्यद्घटः इति विशेषणत्वेन यदि घटस्य सूचनां सूचना क्रियते अविनश्यद्गतः कुत्र वर्तते इति चेत् अपराश्रितम् एव वर्तते कपाले कपालमाश्रित्य एव वर्तते घटः इति वक्तव्यं कः घटः अविनश्यद्गतः इति भेदः अवबुध्यते खलु केवलं घटः इत्युक्ते अत्र अविनश्यद्गटः इति अचिन्तयित्वा यदि केवलं घटः इति वदामः तर्हि घटः भूतले वर्तते आसन्दे आसन्दे वर्तते उत्पीठिकायां वर्तते मठे वर्तते गृहे वर्तते इति हस्ते वर्तते इति व्यवहारः कर्तुं शक्यते किन्तु अविनश्यद्घटः कुत्र वर्तते इति चेत् अपराश्रितम् एव वर्तते इत्युक्ते अन्यः अपराश्रितत्व अभावाभावः एव कारेण सम्पाद्यः इति उक्तम् तर्हि कपालमेव आश्रित्य तिष्ठते अविनश्यद्घटः इति आशयः किमर्थम् एतादृशदक्षिणप्राणायामम् इति चेत् ऐतसिद्धत्वं वक्तव्यं खलु इति कृत्वा अस्तु अग्रे गच्छेम अग्रे सति भो भगिनी पठति वा धन्यवादः महोदय आं महोदय अतः अतः अपरपदेन कपालः एव धर्तव्यः भवति दर्शितरीत्या पूर्ववैशाखक्षणाद् आरभ्य अग्रिमचैत्रक्षणपर्यन्तं विद्यमानः यः घटः अविनश्यत् अविनश्यदवस्थः तत्र कपालाश्रितत्वम् कपालाश्रितत्वाभावः न एव सम्भवति सर्वेषु क्षणेषु घटे कपालाश्रितत्वस्य सत्त्वात् अतः कपालाश्रितत्वा अभावाभावः एवकारेण शक्यः बोधयितुम् इति अपरपदेन कपालः एव ग्राह्यः तथा च एकपदेन घटस्य अपरपदेन कपालस्य ग्रहणात् तौ द्वौ घटकपालौ आयुधसिद्धौ इति तयोः सिद्धः समवायः सम्बन्धः अपरपदेन कपालः एव धर्तव्यः इति उक्तम् दर्शितरीत्या पूर्ववैशाखक्षणात् आरभ्य अग्रिमचैत्रक्षणपर्यन्तं विद्यमानः यः घटः अविनिषत् घटः कपाल एव वर्तते तदर्थं पूर्वं ह्यस्तनवर्गे वयं चित्ररूपेण तत् दृष्टवन्तः तत्र चैत्रक्षणात् आरभ्य वैशाखक्षणपर्यन्तं घटः अविनिषत् आसीत् तस्मिन् क्षणे तस्सः घटः कपाल एव आश्रित्य तिष्ठति इति तदेव एवकारेण एकम् अपराश्रितम् एव तिष्ठति इति उक्तम् तदनन्तरम् एवञ्च एकपदेन घटस्य अपरपदेन कपालस्य ग्रहणात् तौ एतौ द्वौ ऐदसिद्धौ इति तयोः सिद्धः समवायसम्बन्धः तेन सम्बन्धेन कपाले घटः वर्तते इति चेत् समवायसम्बन्धः तयोः सम्बन्धः समवायसम्बन्धः इति ऐदसिद्धयोः समवायसम्बन्धः इति वक्तुं शक्यते तर्हि तत्र वाक्यं किम् आसीत् तदेव ऐतसिद्धौ कौ अपराश्रित् एकम् अविनश्यत् तदवस्थम् अपराश्रितम् इति वक्तव्यम् अविनश्यत् तदवस्थं नास्ति अविनश्यदवस्थम् अविनश्यत् अवस्थम् अपराश्रितम् एकं तत्र एकपदेन घटः स्वीकरणीयः अपरपदेन कपालः स्वीकरणीयः घटः अविनश्यद् अवस्थः अविनश्यद्वस्थः घटः कपालम् आश्रित्य एव तिष्ठति इति आशयः इत्युक्ते कपाल आश्रितस्य अभावस्य अभावः यदा कदापि न भवति इति आशयः। एकपदेन घटस्य अपरपदेन कपालस्य ग्रहणात् तौ घटकपालौ द्वौ अयितसिद्धौ इति कृत्वा तर्हि समवायः नित्यसम्बन्धः समवायः अयितसिद्धवृत्तिः इति उक्तम्। तर्हि इदानीं घटकपालौ अयितसिद्धौ इति कृत्वा तयोः किं वर्तते? समवायसम्बन्धः वर्तते इति आगतम्। तर्हि अविनश्यदवस्थः घटः, अविनश्यदवस्थः इति विशेषणम्। अविनश्यदवस्थः घटः कुत्र वर्तते इति चेत् कपाले वर्तते। अस्तु अग्रे, कपाले एव वर्तते। एवं रूपस्यापि अविनश्यदवस्थ अवस्थस्य घटादीनि घटादीनि घटादि क्षम्यता घटादि निरूपितवृत्तित्वाभावाभाव अबाधितः न तु अन्यनिरूपिता इति तादृशरूपम् अन्यनिरूपितः इति निरूपितः इति तादृशरूपम् एकपदेन घटः च अपरपदेन गृहीत्वा तयोः आयुधसिद्धित्वं समवायः च सम्बन्ध समर्थनीया। इदानीं गुणगुणिनोः मध्ये अत्र घट अपि च रूपं तयोः मध्ये घटः इति घटं रूपम् उद्दिश्य घटः विधीयते वा? एकपदेन रूपं क्षम्यता एकपदेन रूपं खडः अपरपदेन इत्युक्ते रूपम् उद्दिश्य खडः विधीयते खडे नीलरूपम् इति किम् एकमुद्दिश्य घटः विधीयते वा? तद् रूपम् एकपदेन रूपम् एकपदेन घटः च अपरपदेन इति खडे नीलरूपम् इति विशेष्यम् अस्ति खडः विशेषः नील घटः नीलः एव घटः नीलः एव इति वाक्यं भवेत्। घटः नीलः एव अस्तु। तर्हि अत्र गुणगुणिनोः मध्ये तर्हि अविनश्यद् अवस्थः घटः कपाले एव वर्तते इति अवयव अवयविनोः मध्ये यथा वाक्यमुक्तं तद्वत् अत्र वाक्यं वदतु। अविनश्यत् अवस्थं नीलरूपं घटम् आश्रित्य वर्तते घटे एव वर्तते घटे एव अविनश्यत् अवस्थं रूपं घटे एव वर्तते उत्तमम् अग्रे अथ एवं चिन्तने पूर्ववैशाखक्षणमारभ्य अग्रिमचैत्रक्षणपर्यन्तं पूर्ववैशाखक्षणात् आरभ्य अग्रिमवैशाखक्षणपर्यन्तं यः स्थूलकालः तद्वर्तिनः अविनश्यद् अवस्थस्य घटस्य कपालवृत्तित्व लाभे अपि विनश्यदः ध्वंसोत्पत्ति अव्यवहितप्राक्षणवर्तिनः घटस्य कुत्र स्थितिः स्यात् न कुत्रापि इति ब्रूमः निराश्रितः एव भवति घटः विनश्यदवस्थः इत्युक्ते पूर्ववैशाखक्षणात् आरभ्य अग्रिमचैत्रक्षणपर्यन्तम् इत्युक्ते यदा घटस्य अविनश्यद् अवस्था अस्ति वैशाखक्षणपर्यन्तं तदनन्तरं यदा ज्येष्ठक्षणात् आरभ्य पुनः यत्र चैत्रक्षण प्राप्यते तत् तादृशसमयः चैत्रक्षण इति मा वदतु अत्र कस्मिन् क्षणे किं जायते इति प्रथमं वदतु। इदानीं चैत्रक्षणे घटः अस्ति, वैशाखक्षणे तद् अविनिश्चित घटः अस्ति इति मा वदतु, विशेषणत्वेन वदतु, चैत्रक्षणे घटः कीदृशी, घटः कीदृशः अस्ति? अविनश्यते. हा, अविनश्यत् अवस्थः घटः क्षैत्रक्षणे. वैशाखक्षणः अपि अविनश्यत् अस्ति, चैत्रक्षणः विनश्यत् घटः, आषाढक्षणः अपि ध्वंसः, आषाढक्षणः घटध्वंसः, ध्वंसः घटः इति. ध्वंसस्य घटस्य कुत्र स्थितिः इति प्रश्नः. चैत्रक्षणे घटस्य विशेषणं वदतु, प्रत्येकं क्षणे विशेषणम् उक्त्वा अग्रे गच्छतु, केवलं विशेषणमेव. चैत्र अविनश्यत् घटः चैत्रक्षणे, अविनश्यत् अवस्थः घटः चैत्रक्षणे, अविनश्यत् अवस्थः घटः वैशाखक्षणे, विनश्यत् अवस्थः घटः ज्येष्ठक्षण क्षणे इति वा. तस्य ध्वंसः तत्र आगच्छति. अत्र यद् भवत्या पठितं तद् एकवारं पुनः पठतु. अत्र एवं चिन्त्यते, पूर्ववैशाखक्षणात् क्षणम् आरभ्य अग्रिमचैत्रक्षणपर्यन्तं यः स्थूलकालः तद्वर्तिनः अविनश्यत् अवस्थस्य घटस्य कपालवृत्तित्वलाभाः अपि विनश्यतः लाभे अपि विनश्यतः स्वध्वंस उत्पत्तिः अव्यवहितप्राक् क्षणवर्तिनः घटस्य. तर्हि अत्र पश्यतु, अत्र पश्यतु, अग्रिमचैत्रक्षणपर्यन्तम् अग्रिमचैत्रक्षणपर्यन्तं घटः अविनश्यदवस्थः घटः. तर्हि तत्र पूर्वस्मिन् पुटे यः यत् चित्रमस्ति 221, तत्र चैत्रक्षणे विद्यमानघटः अविनश्यद्वस्थः घटः, वैशाखक्षणे विद्यमानघटः विनश्यदवस्थः घटः, ज्येष्ठक्षणे विद्यमानः घटः तत्र ध्वंसः जायते, अग्रिमक्षणे घटध्वंसः वर्तते. नाशक्षणः ज्येष्ठक्षणः अस्ति, नाशक्षणः. तर्हि नाशक्षणे विनश्यद्घटः इति न वदेम, किमर्थमिति चेत् शत्रुप्रत्ययः वर्तमानकालमस्ति खलु, प्रसेण्ट् कण्टिन्यूस् टेन्स्. तत्र ज्येष्ठक्षणे तत्र कण्टिन्युटि नास्ति. अग्रिमक्षणे इत्युक्ते अहं पठन्नस्मि इति कदा वदेम? अग्रिमक्षणे यदि अहं पठामि पठिष्यामि तदा अस्मिन् क्षणे अहं पठन्नस्मि, अस्मिन्नेव क्षणे मम पठनस्य समापनं यदि क्रियते तर्हि अस्मिन् क्षणे अहं पठन्नस्मि, अहं पठामि तावदेव. पूर्वक्षणे अहं पठन्नस्मि. तर्हि चैत्रक्षणे चैत्रक्षणपर्यन्तं घटः अविनश्यद्वस्थः घटः. तर्हि तत्र घटः इति अस्ति खलु, तत्र अविनश्यद् इति लिखन्तु, अविनश्यद्वस्थः घटः. तदनन्तरं वैशाखक्षणः इत्यत्र घटः अस्ति खलु, तत्र विनश्यदवस्थः घटः इति लिखन्तु. ज्येष्ठक्षणे घटः नश्यति, तर्हि अविनश्यदपि नास्ति विनश्यदपि नास्ति, केवलं घटः नश्यति. तदनन्तरम् आषाढक्षणे घटध्वंसः वर्तते, तर्हि इदानीं प्रश्नः अस्ति, वैशाखक्षणे घटः कुत्र वर्तते इति प्रश्नः. चैत्रक्षणे अविनश्यद्वस्थः घटः कपाले वर्तते, केन सम्बन्धेन? समवायसम्बन्धेन. वैशाखक्षणे घटः कुत्र वर्तते इति चेत् अस्य आश्रयः एव नास्ति, स्वतन्त्रतया वर्तते इति वक्तव्यम् इति निर्बन्धः नैयायिकानां. किमर्थम् इति अग्रे इतोपि पश्येम. किमर्थं वैशाखक्षणे अपि विनश्यदवस्थं घटं वैशाखक्षणे किमर्थं कपाले वर्तते इति न वक्तुं शक्यते इति प्रश्नस्य उत्तरम् इदानीं न प्राप्तं. किन्तु अत्र लक्षणे कथम् उल्लिखितं, ययोः द्वयोः मध्ये एकम् अविनश्यदवस्थम् अपराश्रितमेव अवतिष्ठते इति अविनश्यदवस्थम् इति ग्रन्थकारेण उक्तम्. नो चेत् एकम् अपराश्रितम् इति वदामश्चेत् पर्याप्तम्. किन्तु एकम् अपराश्रितम् इति अनुक्त्वा अविनश्यदवस्थम् अपराश्रितमेव अवतिष्ठते इति उक्तम्. तर्हि विनश्यदवस्थं कुत्र तिष्ठते इति चेत् कपाले नास्ति. तर्हि भूतले वर्तते वा इति चेत् अन्यत्र यत्र कुत्रापि नास्ति, स्वतन्त्रतया वर्तते इति एव अत्र उक्तम्. घटस्य कुत्र स्थितिः स्यात्? कदा विनश्यद् अवस्थस्य घटस्य कुत्र स्थितिः? न कुत्रापि इति ब्रूमः. निराश्रितः एव भवति घटः विनश्यदवस्थः. तर्हि विनश्यदवस्थः घटः कस्मिन् काले इति चेत् वैशाखक्षणे एवमस्ति. अस्तु, अग्रे पठतु भगिनि. एतेन यत्निष्ठ कपालनिरूपितवृत्तित्वं सामान्यम् इत्यादि न्यायबोधिनिग्रन्थः तत्र विशेषलक्षणमिति उक्तम्. अन्यथा व्याख्येयः अन्यथा व्याख्येयः तादृशवृत्तित्वसामान्य अन्तर्गतविनश्यद् अवस्थघटनिष्ठवृत्तित्वस्य कपालादि अवच्छिन्नत्वाभावेन द्वितीय यत्पदेन कपालादिग्रहण असम्भवात्. एतस्य तत्त्वं तु दिनकर्यादिग्रन्थेषु द्रष्टव्यम्. तर्हि न्यायबोधिनी इति एकः ग्रन्थः अस्ति, अपि च दिनकरी इति प्रौढग्रन्थः अस्ति. भवतु, तर्हि अस्तु, इदानीं पुनः पठतु. एतेन यन्निष्टकालनिरूपितवृत्तित्वसामान्यमित्यादि न्यायबोधिनीग्रन्थः अन्यथा व्याख्येय तादृशवृत्तित्वसामान्य तदेव पठितं खलु. यत्निष्टकालनिरूपितवृत्तित्वम् इत्युक्ते तत् तस्मिन् काले घटः अस्ति इति तत् सामान्यम् इत्यादि सामान्यम् इत्यादि न्यायबोधिनीग्रन्थः. अत्र किञ्चित् सहायं यदा समस्तपदं पठति तत्र पृष्ठतः आगन्तव्यं. न्यायबोधिनीग्रन्थः, न्यायबोधिनीग्रन्थे किमुक्तम् इत्यादि केचन वाक्यानि उक्तानि. तर्हि तत्र कीदृशवाक्यं न्यायबोधिन्याम् उक्तम्? यन्निष्ठकालनिरूपितवृत्तित्वसामान्यम्. यन्निष्ठकालनिरूपितवृत्तित्वसामान्यम् इति इत्यादि न्यायबोधिनीग्रन्थः अन्यथा व्याख्येयः भवतु, तर्हि न्यायबोधिनीग्रन्थे एवमुक्तं, किमुक्तं, यन्निष्टकालनिरूपितवृत्तित्वसामान्यम् इत्यादि वाक्यानि बहूनि न्यायबोधिनीग्रन्थेषु उक्तं, ग्रन्थे उक्तं भवतु, तर्हि यन्निष्टकालनिरूपितवृत्तित्वसामान्यम् इति वाक्यं तस्य अर्थः अवगन्तव्यः, यन्निष्टकालनिरूपितवृत्तित्वसामान्यम् इति वाक्यस्य अर्थः, इति समस्तपदं वस्तुतः, समस्तपदस्य अर्थः अवगन्तव्यः, तदेव अग्रे उक्तमस्ति। अस्तु अग्रे पठतु। तादृशवृत्तित्वसामान्यान्तर्गत विनश्यदवस्थघटनिष्ठवृत्तित्वस्य कपालादि तादृशवृत्तित्वसामान्यान्तर्गत, तादृशवृत्तित्वमिति यन्निष्ठकालनिरूपितवृत्तित्वम् इति तादृशवृत्तित्वं, यन्निष्ठकालनिरूपितवृत्तित्वं तादृशवृत्तित्वसामान्यं सामान्य अन्तर्गत विनश्यदवस्थघटनिष्ठवृत्तित्वस्य इत्युक्ते घटः अविनश्यदवस्थः अस्ति, कियत्पर्यन्तं चैत्रक्षणपर्यन्तम् अविनश्यदवस्थः अस्ति घटः, वैशाखक्षणे अपि वैशाखक्षणे घटः विनश्यदवस्थः घटः जातः, किन्तु यन्निष्टकालनिरूपितवृत्तित्वसामान्यम् इति वदामश्चेत् तत्र लक्षणं वैशाखक्षणपर्यन्तं गच्छति, न तु केवलं चैत्रक्षणपर्यन्तं। तर्कसङ्ग्रहकारेण यदुक्तं तल्लक्षणं ययोः द्वयोः मध्ये एकम् अविनश्यदवस्थम् अपराश्रितमेव अवतिष्ठते इति ऐतसिद्धयोः लक्षणं चैत्रक्षणपर्यन्तं गच्छति, किन्तु न्यायबोधिनीग्रन्थे उक्तलक्षणम् ऐतसिद्धेः लक्षणं वैशाखक्षणपर्यन्तं गच्छति, तदेव अत्र लिखितं तादृशवृत्तित्वसामान्यान्तर्गत विनश्यदवस्थघटनिष्ठवृत्तित्वस्य कपालादि अवच्छिन्नत्व अभावेन द्वितीययत्पदेन कपालादिग्रहण असम्भवात्। अत्र द्वितीययत्पदं कुत्र अस्ति? अस्मिन् लक्षणवाक्ये वा द्वितीययत्पदं, द्वयोः द्वयोः मध्ये एकम् अविनश्यद् अवस्त्रम् अपराश्रितमेव अवतिष्ठते, तत्र यत्पदं नास्ति। न्यायबोधिन्याम् इत्युक्तं तत्र इति चिन्तयामि, किन्तु अत्र दातव्यं खलु यन्निष्टकालनिरूपितवृत्तित्वसामान्यम् एतस्य तत्त्वं तु दिनकर्यादिषु ग्रन्थेषु द्रष्टव्यम्। अस्तु किं कुर्मः, अग्रे पठतु भगिनि, किञ्चित् चिन्तयित्वा पुनः आगच्छेम, प्रकृतमनुसरामः इति पश्यतु, अग्रे पठतु। प्रकृतम् अनुसरामः, अविनश्यत् इत्यस्य विनश्यत् यत् तत् भिन्नम् इति अर्थकरणात् नित्यायाः जातेः विशेषस्यापि ग्रहणं सुशकम् न च तयोः विनाशिता अस्ति नित्यत्वात् एव, अतः एकं विनश्यत् जातिविशेषश्च अविनश्यत् अविनश्यत् जातिः विशेषः च व्यक्तिनित्यद्रव्यनिरूपितवृत्तित्वाभावभाववन्तौ भवतः व्यक्तिनित्यद्रव्यनिरूपितवृत्तित्वाभावभाववन्तौ भवतः इति जातिव्यक्तयोः विशेषनि नित्यद्रव्ययोः च समवायः सिद्धः. इदानीम् अविनश्यत् इत्यस्य अर्थः विनश्यत् यत् तद्भिन्नं यत् यस्य नाशः न भवति तत्तु नित्यः. यस्य नाशः न भवति किम् अविनश्यत् इत्यत्र नै दृश्यते खलु, न विनश्यत् अविनश्यत् नै इति प्रत्ययः. तर्हि नै प्रत्ययः, नै इति शब्दः षट्सु अर्थेषु भवति इति पूर्वमेव मया उक्तम्. विरोधार्थे, भेदार्थे, अल्पार्थे, अभावार्थे इत्यादिकम्. अत्र अविनश्यत् इत्यत्र नै प्रत्ययस्य अर्थः कः? विरोधार्थे न, भेदार्थे. किमर्थं विरोधः? तद्भिन्नम् इति उक्तं खलु. भिन्नम् इत्युक्ते किं? भेदः. भेदः भेदार्थे. अविनश्यद् इत्यत्र नै इत्यस्य अर्थः कः इति चेत् भेदः. तस्मात् भिद्यते यद् विनश्यद् नास्ति तद् अविनश्यद् इति अर्थः. विरोधार्थे नास्ति, अभावार्थे अपि नास्ति. अस्तु, विनश्यद् यत् तद्भिन्नम् अर्थकरण, भिन्नमिति अर्थकरणात् अग्रे तस् नित्यायाः नित्यायाः जातेः विशेषणस्यापि ग्रहणं सुशकम्. यत् विनश्यत् तद्भिन्नम् इति अर्थं स्वीकरोति चेत् तद् जाति इत्युक्ते तत्र तेषु जाति वर्तते वा अविनश्यत् इति न बुद्धम्. जातौ नित्यत्वमस्ति इति एव वार्ता. जातिः नित्या अस्ति खलु, तर्हि जातिः नित्या इति कृत्वा जाते जातौ अत्र विनश्यज्जातिः इति विशेषणं वक्तुं शक्यते वा? न खलु. नित्यत्वात् यदा कदापि जातिः विनश्यज्जातिः इति न भवति. न भवति. यदि जातेः नाशः भवति तर्हि तस्मात् पूर्वक्षणे, नाशस्य पूर्वक्षणे जातिः विनश्यज्जातिः भवति. किन्तु जातिः नित्या इति कृत्वा सर्वदा जातिः अविनश्यदवस्था एव जातिः. एवं विशेषः, विशेषः इति पदार्थः पञ्चमपदार्थः यद् नित्यपदार्थेषु विद्यते, विशेषः अपि नित्यः अस्ति खलु. आम्, नित्यः अस्ति इति कृत्वा सर्वदा विशेषः अविनश्यद् एव. विनश्यद् विशेषः इति यदा कदापि न भवति. इति कृत्वा अविनश्यद् इति पदेन जातिः अपि च विशेषः उभयोः ग्रहणं सुशकम् इत्युक्ते सुलभम् इति. अविनश्यद् इति वक्तुं शक्यते. अस्तु, अतः एव उक्तं न च तयोः विनाशिता अस्ति नित्यत्वादेव इति कृत्वा अविनश्यद् इति पदेन वैशाखक्षणपर्यन्तं चैत्रक्षणपर्यन्तं विद्यमानघटः वर्णयितुं शक्यते. अपि च घटत्वम् अपि वर्णयितुं शक्यते, विशेषः अपि वर्णयितुं शक्यते खलु अविनश्यद् पदेन. शक्यते. अस्तु अग्रे. अतः अतः एकम् अविनश्यत् जातिः विशेषः स व्यक्तिनित्यद्रव्यादि कुत्र इति तत्र सम्बन्धं जातिव्यक्तयोः विशेषनित्यद्रव्ययोः इति यदा वदामः तत्र वृत्तित्वभावभाववन्तौ भवतः एकम् अपरम् आश्रित्य तिष्ठति इति वृत्तित्वम्। हा तर्हि अविनश्यद्गतः कपाले एव वर्तते इति यथा उक्तम् अवयव अवयविनोः मध्ये, एवम् अविनश्यद् नीलरूपम् घटे एव वर्तते इति यथा उक्तम् तद्वत् अत्र जातिं स्वीकृत्य वदतु। जाति अविनश्यज्जातिव्यक्तौ वर्तते। जाति किमपि जाति वदतु अत्र जाति घटे सः जाति सा जातिः अस्ति घटत्वं। हा तर्हि अविनश्यद्घटत्वं घटे वर्तते। हा कपाले एव वर्तते घटे एव वर्तते घटे एव घटे एव वर्तते। एवकारः वदामश्चेद् एव वृत्तित्वाभावाभावः इति वक्तुं शक्यते। एवकारेण वृत्तित्वाभावाभावः खलु। तर्हि अविनश्यद् घटत्वम् अविनश्यद्घटत्वं घटे एव वर्तते। एवं विशेषण विशेष नित्यद्रव्ययोः मध्ये एकं कथं वक्तव्यम्? विशेषपृथ्वी परमा पृथ्वी अविनश्यत् इति पदं प्रयोगं करोतु। अविनश्यत् पृथ्वी अत्र परमाणु स्वीकुर्मः चेत् कथं विशेषः वक्तव्यं? पृथ्वीविशेषः इति वक्तव्यं वा? अविनश्यत् विशेषः इति हा सत्यम् अविनश्यत् विशेषः परमाणुषु एव वर्तते। हा परमाणौ वर्तते पृथिवी परमाणौ एव वर्तते पृथ्वी परमाणौ एव वर्तते हा इति वक्तुं शक्यते इति कृत्वा तयोः मध्ये समवायसम्बन्धः। तर्हि यत्र यत्र एतादृशवाक्यं रचयितुं शक्यते तयोः मध्ये अहितसिद्धत्वं साधितम् इति कृत्वा तयोः समवायसम्बन्धः। अविनश्यद्घटः कपाले एव वर्तते इति कृत्वा कपालघटयोः मध्ये समवायसम्बन्धः। अविनश्यद् घटकपालयोः मध्ये समवायसम्बन्धः। अविनश्यद्रूपं घटे एव वर्तते इति कृत्वा अविनश्यद्रूप रूपम् अपि च घटः अनयोः मध्ये समवायसम्बन्धः। अविनश्यद्गमनक्रिया घटे वर्तते इति कृत्वा अविनश्यद्क्रिया अपि च घटयोः मध्ये समवायसम्बन्धः। अविनश्यद्घटत्वं कपाले घटे एव वर्तते इति कृत्वा अविनश्यद्घटत्वम् अपि च घटः अनयोः मध्ये समवायसम्बन्धः। अविनश्यद्विशेषः पृथिवीपरमाणौ वर्तते इति कृत्वा अविनश्यद्विशेषः अपि च पृथिवीपरमाणौ अनयोः मध्ये समवायसम्बन्धः इति पञ्चसु स्थलेषु समवायसम्बन्धः निरूपयितुं शक्यते। अवबुध्यते खलु महोदय? अत्र अविनश्यत् इति पदस्य मुख्यत्वम् अस्ति। सत्यं। तर्हि इदानीं किमर्थं विनश्यत् इति न वक्तुं शक्यते इति चिन्तनीयम्। विनश्यदवस्थः विनश्यदवस्थः घटः तस्मिन् समवायसम्बन्धः नास्ति इति कथं स्यात् इति चिन्तनीयं स्वचिन्तनं। पुस्तकेन दत्तं दिनकर्यादिग्रन्थेषु द्रष्टव्यम् इति उक्तम्। तदर्थमेव कर्तुं शक्यते। तदर्थमेव तस्य कुत्र स्थितिः इति दत्तम्। हा न कुत्रापि इति उक्तं किन्तु तत्र हेतुः कः इति न उक्तम्। न उक्तं तर्हि हेतुः अस्माभिः चिन्तनीयः अस्ति, नो चेत् दिनकर्यादिग्रन्थेषु द्रष्टव्यं, किन्तु अस्माभिः चिन्तयितुं शक्यते इति मम विश्वासः अस्ति। अस्तु रमेश् महोदय, भवान् चिन्तयतु। धन्यवादः महोदय। धन्यवादः महोदय। विनश्यद्घटः कपाले समवायसम्बन्धेन वर्तते इति किमर्थं न वक्तुं शक्यते? विनश्यद्घटः प्रथमं कपालस्य नाशनं भवति वा न कपालस्य नाशनं न भवति, कपालः अस्ति केवलं संयोग यत् सम्बन्धः अस्ति तदेव तस्य नाशनं भवति। कपालः तिष्ठते परन्तु घटः घटः न भवति, घटः तर्हि घटः प्रश्नार्थः इति एकवारं स्वशब्दैः वदतु कस्मिन् विषये चिन्तनम् इति। यद् घटः यद् घटस्य विनश्यत् घटः कपाले वर्तते वा या न वर्तते वा इति प्रश्नः। उत्तमं। ध्वंसस्य पूर्वक्षणे यद् अस्ति तद् विनश्यत् घटः अस्ति खलु। सत्यं। तर्हि अत्र वैशाखक्षणे घटः विनश्यत् घटः अस्ति, विनश्यन् घटः, विनश्यन् घटः इति, विनश्यन् घटः वैशाखक्षणे अस्ति। विनश्यन् घटः इति वदामश्चेत् समस्तपदं नास्ति, पदद्वयं विनश्यत् घटः इति वदामि समस्तपदं समस्तपदमस्ति। विनश्यन् घटः वैशाखक्षणे अस्ति, सः विनश्यन् घटः कपाले वर्तते वा इति चेत् न वर्तते इति उक्तं पुस्तके। किमर्थं किमर्थं कपाले न भवितुम् अर्हति? हा, यदि कपाले वर्तते तर्हि तस् यदा घटस्य नाशः भवति तर्हि तस्य समवायिसम्बन्धं पूर्वक्षणे नाशः भवेत् इति वा इति चिन्तयतु, इत्युक्ते स्वचिन्तनम् इदानीं कार्यम्। पूर्वक्षणे यदि पूर्वक्षणे नाशः न भवति तर्हि अग्रिमक्षणे तस्य नाशः कथं भवति? यदि घटः चैत्रक्षणे अपि कपाले तिष्ठति तर्हि न, चैत्रक्षणे चैत्रक्षणे कपालः तिष्ठत्येव, घटः कपाले तिष्ठति, परन्तु घटः अपि कपाले तिष्ठति, कपालाश्रयतः घटः एव अस्ति चेत् किं भवति इति अहं चिन्तयन् अस्मि। चैत्रक्षणे तु घटः कपाले एव वर्तते, तत्र क्लेशः नास्ति। वैशाखक्षणे वैशाखक्षणे अपि यदि कपाले एव तिष्ठति तर्हि ध्वंसः यदि भविष्यति तर्हि तस्य पूर्वक्षणे तस्य गुण इव एव भवति वा गुणं य कपालस्य घटस्य यद् गुणः अस्ति तद् उत्पत्तिपूर्वक्षणे नास्ति, उत्पत्तिक्षणे अपि नास्ति, उत्पत्तिक्षणपर्यन्तम् एव अग्रिमक्षणे एव गुणः सर्वं कपाले गुणः सर्वे घटे वर्तते इति वदामः, तादृशमेव यदा नाशः भवति पूर्वक्षणे गुणस्य नाशः भवति तत्पश्चात् एव घटस्य नाशः भवति इति वा? इति समीचीनरीति अस्ति, इति समीचीनरीति अस्ति। यथा अत्र कार्याधिकरणे भवेत्, कार्याधिकरणे पूर्वक्षणे भवेत् कारणम् इति उक्तम्, तर्हि यस्मिन् क्षणे घटः जायते तस्मिन् क्षणे एकक्षणं निर्गुणं निष्क्रियं तिष्ठति इति। तर्हि पूर्वक्षणे घटः नास्ति, अस्मिन् क्षणे घटः जायतः जायते, अग्रिमक्षणे एव घटे रूपम् एकत्वम् इत्यादि गुणाः जायन्ते। यथा तद्वत् इदानीं ज्येष्ठक्षणे घटस्य नाशः भवति इति चिन्तयेम्। तर्हि तस्मात् पूर्वक्षणे घटे वैशाखक्षणे किं किम् अस्ति, तस्य रूपमस्ति, जातिः अपि अस्ति, सर्वमस्ति घटे, किं किम् अस्ति इति चिन्तयेम्। घटत्वमस्ति वैशाखक्षणे, घटत्वं केन सम्बन्धेन अस्ति, समवायसम्बन्धेन घटे वर्तते। यदि घटत्वं घटे नास्ति वैशाखक्षणे इति वदेम, तर्हि वैशाखक्षणे घटः अस्ति इति एव व्यवहारं कर्तुं शक्यते। अस्तु, तर्हि वैशाखक्षणे घटे किं किम् अस्ति, अत्र इतोपि किञ्चित् भिन्नरीत्या अहं चिन्तयामि। चैत्रक्षणे अविनश्यत् घटे किं किम् अस्ति इति चेत्, घटत्वं वर्तते, गुणः वर्तते, घटत्वं समवायसम्बन्धेन अविनश्यत् घटे वै चैत्रक्षणे वर्तते, नीलरूपं घटे वर्तते, अपि च अन्यत् किमपि अस्ति, क्रिया अस्ति चेत् तदपि वर्तते। भवतु, एतद्वयमेव स्वीकुर्मः, घटत्वं घटे वर्तते, चैत्रक्षणे अविनश्यत् घटे घटत्वं वर्तते समवायसम्बन्धेन, तदनन्तरं नीलरूपमिति समवायसम्बन्धेन अविनश्यत् घटे चैत्रक्षणे वर्तते घटे। भवतु, तर्हि इदानीं गुणस्य नाशः भवेत्, गुणस्य नाशः भवेत् घटे विद्यमाननीलरूपस्य नाशः भवेत्, अपि च घटे विद्यमानघटत्वस्य नाशः न भवति, किन्तु तयोः मध्ये यः सम्बन्धः आसीत्, समवायसम्बन्धः, तद् अपगच्छेत्, तदपगच्छेत्। यदि ज्येष्ठक्षणे घटः अस्ति इति व्यवहारः, तस्मिन् क्षणे अपि घटत्वं घटे भवेत्, तदा एव घटः इति व्यवहारः कर्तुं शक्यते। किन्तु ज्येष्ठक्षणे घटस्य नाशः भवति इति कृत्वा, तस्मात् पूर्वक्षणे, तस्मात् पूर्वक्षणे घटः अपि च तस्य समवायीकारणं कपालः, तयोः मध्ये यः सम्बन्धः जातः, तस्य वियोगः भवेत्, तस्य वियोगः भवेत्। अत्र बहु किमपि चिन्तनीयमस्ति इति कृत्वा एव ग्रन्थकारेण न उक्तम्। इत्युक्ते कारणं कार्याधिकरणे भवेत्, कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे भवेत्, यदा यदा कार्योत्पत्तिः जायते तदा सर्वदा कारणं कार्याधिकरणे भवेत् इति नियमः कारणस्य उक्तः अस्ति, इति नियमः उक्ताः सन्ति। किन्तु इदानीं नाशस्य विषये कथं चिन्तनीयम्? महोदय, तत्र घटः अपि घटनाशस्य कारणमस्ति। सत्यं, तर्हि पूर्वक्षणे घटं भवेत्, अग्रिमक्षणे घटं न भवेत्, तर्हि मध्ये न घटनाशस्य इत्युक्ते अत्र न घटनाशः इत्युक्ते भवान् किं वक्तुमिच्छति, अत्र कः पदार्थः? घटध्वंसः, घटध्वंसः, घटध्वंसः कदा जायते? आषाढक्षणे जायते खलु? आषाढक्षणे घटध्वंसः जायते। तर्हि तस्मात् पूर्वक्षणे ज्येष्ठक्षणे घटः भवेत्, किमर्थमिति चेत् यथा भवता उक्तं घटध्वंसस्य कारणमस्ति घटः। तर्हि इदानीं घटध्वंसः ज्येष्ठक्षणे जायते वा आषाढक्षणे जायते वा इति प्रश्नः। तर्हि घटध्वंसः इत्युक्ते किम् इति चेत् अत्र चिन्तयेम, कपालद्वयोः मध्ये यः संयोगः पूर्वं जातः येन घटः उत्पादितः, संयोगस्य नाशः भवति इति चिन्तयेम ज्येष्ठक्षणे। तर्हि ज्येष्ठक्षणे संयोगनाशः भवति चेत् तस्मात् पूर्वक्षणे, अत्र संयोगनाशः कथं जायते, विभागेन जायते खलु, क्रियया विभागः जायते, विभागेन पूर्वदेशसंयोगनाशः जायते, पूर्वदेशसंयोगनाशः जायते। किन्तु घटकपालयोः मध्ये यः संयोगः जायते तत् कथं नश्यति इति चिन्तनीयम्। यदि ज्येष्ठक्षणे कपालद्वयोः मध्ये संयोगस्य नाशः, यः संयोगः आसीत् तस्य नाशः भवति इति चिन्तयेम, तर्हि तस्मात् पूर्वक्षणे विभागः जायेत कपाले, तदग्रिमक्षणे एव संयोगः नश्यति खलु। तर्हि इदानीं संयोगनाशः कस्मिन् क्षणे, आषाढक्षणे वा ज्येष्ठक्षणे वा इति चेत् अत्र एवं स्वीकुर्मः, आषाढक्षणे संयोगनाशः भवति, आषाढक्षणे कपालसंयोगनाशः भवति, तर्हि ज्येष्ठक्षणे तत्र विभागः जायेत, कपालयोः मध्ये विभागः जायते जायेत, तदा एव आषाढक्षणे संयोगनाशः भवति। तर्हि ज्येष्ठक्षणे यदि कपालद्वयोः मध्ये विभागः जायेत, तर्हि यदि तर्हि पूर्वक्षणे वैशाखक्षणे यदि कपालः, यदि घटः कपाले वर्तते, न महोदय, यदा संयोगः संयोगस्य नाशः भवति तदा एव घटः कपाले वर्तते इति न वक्तुं शक्यते, तत् पूर्वक्षणे वक्तुं शक्यते, संयोगनाशात् घटः कपाले न वर्तते। संयोगनाशात् घटः कपाले न वर्तते, संयोगनाशस्य पूर्वं घटः कपाले वर्तते। हा, किन्तु कपालयोः मध्ये संयोगः यदस्ति तस्य नाशः भवेत् चेत् कपालयोः मध्ये विभागः पूर्वक्षणे जायेत, तर्हि तस्मिन् क्षणे घटः कपाले भवितुम् अर्हति वा, यस्मिन् क्षणे कपाले वियोगः जायते, विभागः जायते, विभाग्याख्यगुणः जायते, तस्मिन् क्षणे घटः कपाले वर्तते इति वक्तुं शक्यते वा? न इति भाति। प्रथमं कस्य नाशनं भवति इति एव प्रश्नः अस्ति तत्र, घटत्वस्य नाशः भवति वा? घटत्वस्य नाशः न भवति, घटत्वस्य घटयोः सम्बन्धः यदस्ति तस्य नाशः भवति वा? हा, इत्युक्ते अत्र घटनाशः इत्युक्ते किं किम् इति अवगन्तव्यम्। अत्र कपालद्वयोः मध्ये संयोगः यदा जायते अग्रिमक्षणे घटः उत्पद्यते, अग्रिमक्षणे घटः उत्पद्यते। तर्हि इदानीं कपालद्वयसंयोगस्य नाशः इत्यस्मिन् विषये चिन्तनीयम्। आषाढक्षणे एकनिमिषम् अत्र एवं चिन्तयेम महोदय, आषाढक्षणे कपालद्वयसंयोगस्य नाशः इति स्वीकुर्मः, आषाढक्षणे कपालद्वयोः संयोगनाशः। तर्हि ज्येष्ठक्षणे कपालद्वयोः विभागः जायते, विभागः जायते चेदेव पूर्वदेशसंयोगनाशः भवति। तर्हि ज्येष्ठक्षणे कपालद्वयोः मध्ये विभागः, तदेव चित्रे प्रदर्शितम्, कपालयोः विभागः। तर्हि ज्येष्ठक्षणे कपालद्वयोः वियोगः अस्ति चेत् आषाढक्षणे संयोगनाशः भवति, संयोगनाशः जातः अस्ति चेत् घटः नष्टः जातः, तस्मात् अग्रिमक्षणे इति नास्ति। तस्मिन् क्षणे यस्मिन् क्षणे संयोगस्य नाशः भवति तस्मिन्नेव क्षणे घटस्य नाशः जातः। अस्तु, तर्हि इदानीं ज्येष्ठक्षणे कपालद्वयोः मध्ये विभागः यज्जायते तस्मिन् क्षणे कपाले घटः वर्तते वा, वर्तते इति वक्तुं शक्यते वा इति चेत्, यदि घटः वर्तते तर्हि कपालद्वयोः मध्ये विभागः कथं वा स्यात् इति मत्वा चिन्तयेम अग्रे। तर्हि इदानीं वैशाखक्षणे घटः कपाले नास्ति इति चिन्तयेम, वैशाखक्षणे घटः कपाले नास्ति इति कृत्वा ज्येष्ठक्षणे कपालद्वयोः मध्ये विभागः जायेत, जातुमर्हति, आषाढक्षणे संयोगनाशः भवति। अस्तु, इति कृत्वा अत्र वैशाखक्षणे घटः कपाले नास्ति इति वक्तव्यम्। कारणं किम्? यदि घटः कपाले अस्ति तस्मिन् काले यावत्कालं घटः कपाले वर्तते तावत्कालं कपालद्वयोः मध्ये विभागः न जायते इति नियमः। इति कृत्वा वैशाखक्षणे घटः तु अस्ति, किमर्थम् इति चेत् तस्य नाशः आषाढक्षणे एव जायते, आषाढक्षणे एव जायते। तर्हि विनश्यद् अवस्थः घटः वैशाखक्षणे कपाले नास्ति इति कृत्वा कपाले, तर्हि तत्र नियमः कः इति चेत् कपालयोः मध्ये वियोगः जायेत चेत् तस्मिन् कपाले समवायसम्बन्धेन तस्य कार्यं न भवेत्, तदा एव विभागः जायेत इति अङ्गीकर्तव्यम्। इति चेत् वैशाखक्षणे घटः विनश्यद् घटः कपाले नास्ति इति कृत्वा मूलग्रन्थकारेण एकम् अविनश्यदवस्थम् अपराश्रितमेव अवतिष्ठते इति अविनश्यत् इति विशेषणं दत्तम् इति भाति। अस्तु, अहं किं करोमि अत्र इदानीमेव कर्तुं शक्यते वा? दशनिमिषाः सन्ति, तर्हि प्रयत्नं कुर्मः। अत्र अस्माकं चिन्तन शीट् अस्ति खलु, अहं प्रेषयिष्यामि, तत्र लिखामि, सर्वे तत्र योजयन्तु, तदा यदहं लिखामि तद् द्रष्टुं शक्यते भवद्भिः। न्यायचिन्तनम् इति स्प्रेड्शीट्, प्राप्तं महोदय. अस्तु, अन्येषां कृते अहं प्रेषयिष्यामि इदानीम्. अस्तु, वाट्साप् मध्ये अहं प्रेषितमस्ति, मया प्रेषितमस्ति. अत्र नूतन स्प्रेड्शीट् समवायः इति नामकः स्प्रेड्शीट्, तत्र सर्वे गच्छन्तु. तर्हि चैत्रक्षणः, तदनन्तरं अस्तु वैशाख, वैशाखक्षणः, ज्येष्ठक्षणः, आषाढक्षणः. तर्हि इदानीं घटः कस्मिन् आश्रितम् इति लिखामि अत्र. चैत्रक्षणे कपाले, वैशाखक्षणे नास्ति इति वक्तव्यम्, ज्येष्ठक्षणे अपि नास्ति, आषाढक्षणे अपि नास्ति. भवतु, तर्हि इदानीं कपाल द्वय संयोगनाशः कदा जायते इति चिन्तनम्. कपालद्वयसंयोगनाशः आषाढक्षणे जायते इति स्वीकुर्मः. तत्र एवं टेक्स् इति स्थापयामि. तर्हि कपालद्वयविभागः कदा जायेत? ज्येष्ठक्षणे जायेत. यदा ज्येष्ठक्षणे कपालद्वयोः मध्ये वियोगः विभागः जायते, तदा कपालद्वयोः मध्ये संयोगनाशः आषाढक्षणे भवति. तर्हि कपालद्वये क्रिया कदा जायते? जायेत इति चेत् वैशाखक्षणे जायेत. तर्हि वैशाखक्षणे क्रिया जायते चेत् ज्येष्ठक्षणे कपालद्वयोः मध्ये विभागः जायते, तदनन्तरम् आषाढक्षणे कपालद्वयसंयोगनाशः भवति. तर्हि अत्र वैशाखक्षणे अत्र एतदपि चिन्तनं कुर्मः. घटत्वं घटत्वं घटे वैशाखक्षणे भवितुमर्हति वा? इति चेत् अत्र घटः घटः कियत्कालं वर्तते? वैशाखक्षणे घटः वर्तते, निश्चयेन वर्तते. चैत्रक्षणे अपि घटः घटः वर्तते. अविनश्यद्घटः चैत्रक्षणे, विनश्यद्घटः वैशाखक्षणे. अस्तु, तर्हि घटः वर्तते इति व्यवहारः अस्ति इति कृत्वा घटत्वं घटे वैशाखक्षणे अपि अस्ति, चैत्रक्षणे अपि अस्ति. तदनन्तरं रूपं घटे, हा रूपं घटे अस्तु. इदानीं रूपस्य नाशः, तस्मिन् विषये चिन्तयेम. रूपस्य नाशः, रूपस्य नाशः कुत्र भवति, रूपः कुत्र जायते इति चेत् घटे जायते, घटः एव समवायिकारणं. तर्हि रूपस्य नाशः, अत्र पूर्वम् अस्माभिः पठितं खलु नाशः कथं कीदृशी भवति इति, कुत्रचित् अस्माभिः पठितं नाशस्य विषये सम्पूर्णतया पठितम्. कस्यचित् मनसि अस्ति वा? अस्तु, अहं दृष्ट्वा वदामि. नाशः कथं कथं जायते, समवायीकारणस्य समवायीकारणनाशेन नाशः भवति, असमवायीकारणेन नाशः भवति. अत्र संयोगः इति असमवायीकारणम् इति अस्ति घटस्य. तर्हि संयोगनाशेनापि घटस्य नाशः भवति, कपालनाशेनापि समवायीकारणस्य नाशनेनापि घटस्य नाशः भवति इति. अत्र संयोगस्य नाशः तस्मिन् विषये वयं पठितवन्तः, पेज् 100 मध्ये अस्ति. एकनिमिषम्. हा, संयोगनाशात् विवाहः न अतिरिक्तः इत्यस्य आक्षेपः तत्र. हा, पश्यतु, गुणनाशं प्रति तत्रैव अस्ति 103. द्रव्यनाशः केन जायते, समवायीकारणनाशात् द्रव्यनाशः जायते. गुणनाशं सम्प्रति चिन्तयेमः, गुणसमवायीकारणनाशात् भवति गुणनाशः इति. तर्हि इदानीं रूपनाशः द्रव्यनाशः इति चिन्तनीयम्. घट रूपनाशः, घटनाशः अस्तु. द्रव्यनाशः तर्हि केन जायते, समवायीकारणनाशात्. लघुडादिपातेन कपालनाशे सति अग्रिमक्षणे घटनाशः लोकसिद्धः एव. अग्रिमक्षणे इति उक्तम्. कपालद्वयसंयोगरूप समवायि असमवायि कारणनाशादपि भवति द्रव्यनाशः. कश्चित् परीक्षकः घटमादत्ते किञ्चित् शस्त्रम् आदाय मृदादिलेपेन कुलालेन यः कपालद्वयसंयोगः उत्पादितः तमेव नाशयति, न हि तेन कपालः नष्टः तथापि घटः नश्यति. यथा कपालनाशात् घटः नश्यति तथा कपालद्वयसंयोगनाशादपि नश्यति, तथा च द्रव्यनाशः समवायीकारणनाशात् असमवायीकारणनाशात् च भवति इति आगतम्. तर्हि इदानीं घटनाशः केन कारणेन इति अत्र न चिन्तितं, किन्तु तदपि चिन्तनीयमस्ति. इत्युक्ते संयोगनाशेन घटनाशः भवति इति एकः सन्दर्भः, कपालनाशेन घटनाशः भवति इति अन्यः सन्दर्भः. किन्तु उभयत्र अग्रिमक्षणे घटनाशः इति लोकसिद्धः इति उक्तम्. तर्हि अत्र 221 चित्रे घटध्वंसः इति यदुक्तं, वस्तुतः अत्र घटध्वंसः वा नो चेत् समवायिकारणस्य नाशः वा असमवायिकारणस्य नाशः वा इति निर्णेतव्यम्. अस्तु, तर्हि सर्वे किं कुर्वन्तु, अत्र 103 इति अस्ति खलु, तत्र किञ्चित् पठन्तु, तदनन्तरं चिन्तयेम. अत्र समीचीनतया सर्वेषां चिन्तनं कृतं, द्रव्यनाशः कथं जायते, गुणनाशः कथं जायते इति. तदनन्तरं क्रियानाशः कदा जायते, केषां नाशः भवितुमर्हति, परमाणूनां नाशः भवति, नित्यद्रव्याणां नाशः न भवति, तर्हि घटस्य नाशः भवति अथवा अनित्य रूपस्य नाशः भवितुमर्हति, तदनन्तरं क्रियायाः नाशः भवितुमर्हति, द्रव्यगुणकर्म सामान्यस्य नाशः न भवति, जातेः नाशः भवति। तर्हि केवलम् एतदेव चिन्तनीयं, नीलरूपस्य घटनीलरूपस्य नाशः, तदनन्तरं घटे जायमानक्रियायाः नाशः, तदनन्तरं घटस्य नाशः इति चिन्तयामश्चेत् सर्वं समीचीनम् अवगतं भवति। पुस्तकेन चिन्तितं किन्तु स्वचिन्तनं कुर्मः, अत्र स्थापयामि एतत् सर्वं चिन्तयित्वा अहं स्थापयामि, सर्वे अस्मिन् विषये चिन्तयन्तु, अग्रिमे वर्गे तस्मिन् विषये गभीरचिन्तनं कृत्वा, वस्तुतः अत्र समवायः इति पाठः समापितः अस्ति, अग्रे इदानीम् अभावः इत्येव अस्ति, किन्तु किञ्चित् चिन्तनं कुर्मः, महान् उपयोगाय भवति इति कृत्वा सर्वे चिन्तयन्तु कृपया। नो चेत् केवलम् अत्र 102 पेज् मध्ये यद्दत्तमस्ति तत् कृपया पठित्वा आगच्छन्तु। अस्तु, अत्र सगेम, सर्वेभ्यो नमस्कारः, धन्यवादाश्च।